पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 3 ऋषय ऊचुः नदीनां पर्वतानां च नामधेयानि सर्वशः तथा जनपदानां च ये चान्ये भूमिमाश्रिताः प्रमाणं च प्रमाणज्ञ पृथिव्या किल सर्वतः निखिलेन समाचक्ष्व काननानि च सत्तम सूत उवाच पञ्चेमानि महाप्राज्ञमहाभूतानि सङ्ग्रहात् जगदीस्तानि सर्वाणि समान्याहुर्मनीषिणः भूमिरापस्तथा वायुरग्निराकाशमेव च गुणोत्तराणि सर्वाणि तेषां भूमिः प्रधानतः शब्दस्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः भूमेरेदो गुणः प्रोक्ता ऋषिभिस्तत्त्ववेदिभिः चत्वारो सुगुणा विप्रा गन्धस्तत्र न विद्यते शब्दस्पर्शश्च रूपं च तेजसोध गुणास्त्रयः शब्दस्पर्शश्च वायोस्तु आकाशे शब्द एव च एते पञ्चगुणा विप्रा महाभूतेषु पञ्चसु वरुतन्ते सर्वलोकेषु येषु भूताः प्रतिष्ठिताः अन्योन्यं नादिवरुदन्ते साम्यं भवति वै तदा यदादु विषमी भावमाविशन्ति परस्परं तदा देहैर्देहवन्तो व्यतिरोहन्ति नान्यथा अनुपूर्व्या विनश्यन्ति जायन्ते चानुपूर्वशः सर्वाण्यपरिमेयाणि तदेषां रूपमैश्वरं यत्र यत्र हि दृश्यन्ते धावन्ति पाञ्चभौतिकाः तेषां मनुष्यास्तर्केण प्रमाणानि प्रजक्षते अजिन्त्या खलु ये भावास्तान्नतर्केण साधयेद सुदर्शनं प्रवक्ष्यामि द्वीपं तु मुनिपुङ्गवाः परिमण्डलो महाभागाद्वीपोऽसौ चक्रसंस्थितः नदीजलपरिच्छिन्नः पर्वतैश्चाब्धिसन्निभैः पुरैश्च विविधाकारैरम्यैर्जनपदैस्तथा वृक्षैः पुष्पफलोपेदैः सम्पन्नो धनधान्यवान् लवणेन समुद्रेण समं तात्परिवारितः यथा हि पुरुषः पश्येदादर्शे मुखमात्मनः एवं सुदर्शनो द्वीपो दृश्यते चक्रमण्डलः द्विरंशे पिप्पलस्तस्य द्विरंशे च शशो महान् सर्वौषधिं समादाय सर्वतः परिवारितः आपस्ततोऽन्या विज्ञेयाः शेषसङ्क्षेप उच्यते ऋषय ऊचुः उक्तो यस्य च सङ्क्षेपो बुद्धिमन्विधिवत्त्वया तत्त्वज्ञश्चासि सर्वस्य विस्तरं सूदनो वद यावान् भूम्यवकाशोऽयं दृश्यते शशलक्षणे तस्य प्रमाणं प्रब्रूहि ततो वक्ष्यसि पिप्पलम् एवं थै किल पृष्ठः स सूदो वाक्यमधाब्रवीद सूद उवाच प्रगायदा महाप्राज्ञाः षडेदे रत्नपर्वताः अवगाढा ह्युभयदः समुद्रौ पूर्वपश्चिमौ हिमवान् हिमकूडश्च निषधश्च नगोत्तमः नीलश्च वैडूर्यमयश्वेतश्च शशिसन्निभः सर्वधातुपिनद्धश्च शृङ्गवान्नाम पर्वतः एते वै पर्वता विप्राः सिद्धचारणसेविताः तेषामन्तरविष्कुम्भौ योजनानि सहस्रशः तत्र पुण्या जनपदास्तानि वर्षाणि सत्तमाः वसन्ति तेषां सत्त्वानि नानाजातीनि सर्वशः इदं तु भारतं वर्षं ततो हैमवदं परं हेमकूडात् परं चैव हरिवर्षं प्रचक्षते दक्षिणेन दुनीलस्य निषधस्योत्तरेण च प्रागायदो महाभागा माल्यवान्नाम पर्वतः ततः परं माल्यवदः पर्वतो गन्धमादनः परिमण्डलस्तयोर्मध्ये मेरुकनकपर्वतः आदित्य तरुणाभासो विधूम इव पावकः योजनानां सहस्राणि चतुरशीतिरुच्छ्रुतः अधस्ताच्चतुरशीतिर्योजनानां द्विजोत्तमाः ऊर्ध्वमधश्च तिर्यक्च लोकानावृत्य तिष्ठति तस्य पार्श्वेष्वमी द्वीपाश्चत्वारः संस्थिता द्विजाः भद्राश्वकेतुमालश्च जम्बूद्वीपश्च सप्तमाः उत्तराश्चैव कुरवकृतपुण्यप्रतिश्रयाः विहङ्गसुमुखो यस्तु सुपार्श्वस्यात्मजः किल स वै विचिन्तयामास सौवर्णान् प्रेक्ष्य वायस्सान् मेरुरुत्तममध्यानामधमानां च पक्षिणाम् अविशेषकरो यस्मात् तस्मादेनं त्यजाम्यहं तमादित्योऽनुपर्येदि सततं ज्योतिषां वरः चन्द्रमाश्च सनक्षत्रो वायुश्चैव प्रदक्षिणः स पर्वतो महाप्राज्ञा दिव्यपुष्पसमन्वितः भवनैरावृतैः सर्वैर्जाम्बूनदमयैः शुभैः तत्र देवगणा विप्रा गन्धर्वासुरराक्षसाः अप्सरोगणसंयुक्ताः शैले क्रीडन्ति सर्वदा तत्र ब्रह्मा च रुद्रश्च शक्रश्चापि सुरेश्वरः समेत्य विविधैर्यज्ञैर्यजन्तेनेकदक्षिणैः तुम्बुरुर्नारदश्चैव विश्वावसुर्हाहाहुः अभिगम्यामरश्रेष्ठं स्तुवन्ति विविधैस्तवैः सप्तर्षयो महात्मानः कश्यपश्च प्रजापतिः तत्र गच्छन्ति भद्रं वः सदा पर्वणि पर्वणि तस्यैव मूर्धन्युशना काव्यो दैत्यैर्महीयते तस्य हैमानि रत्नानि तस्यैते रत्नपर्वताः तस्मात् कुबेरो भगवांश्चतुर्धं भागमश्नुते ततः कलांशं वित्तस्य मनुष्येभ्य प्रयच्छति पर्वतस्यान्तरे दिव्यं सर्वर्तु कुसुमैश्चिदं कर्णिकारवनं रम्यं शिलाजालसमुच्छ्रितं तत्र साक्षात् पशुपतिर्दिव्यभूतैः समावृतः उमासहायो भगवान् रमदे भूतभावनः कर्णिकारमयीं मालां बिभ्रदा पादलम्बिनीं त्रिभिर्नेत्रैः कृदोद्योदस्त्रिभिः सूर्यैरिवोदितैः तमुग्रतपसः सिद्धाः सुव्रता सत्यवादिनः पश्यन्ति न हि दुर्वृत्तैः शक्यो द्रष्टुं महेश्वरः तस्य शैलस्य शिखरात् क्षीरधारा द्विजोत्तमाः विश्वरूपात् परमिता भीमनिर्खादनिस्वना पुण्या पुण्यतमैर्जुष्ठा गङ्गा भागीरथी शुभा प्लवन्ती च प्रवेगेन ह्रदे चन्द्रमसशुभे तया ह्युत्पादितपुण्यः सह्रदः सागरोपमः तां धारयामास तदा दुर्धरां पर्वतैरपि शतं वर्षसहस्राणि शिरसैव पिनाकधृक मेरोस्तु पश्चिमे पार्श्वे केतुमालो द्विजोत्तमाः जम्बूखण्डे तु तत्रैव महाजनपदोद्विजाः आयुर्दशसहस्राणि वर्षाणां तत्र सत्तमाः सुवर्णवर्णाश्च नरास्त्रियश्चाप्सरसां समाः अनामयावीदशोका नित्यं मुदितमानसाः जायन्ते मानवास्तत्र निस्तप्तकनकप्रभाः गन्धमादनशृङ्गेषु कुबेरसहराक्षसैः संवृतोऽप्सरसां सङ्घैः मोददे गुह्यकाधिपः गन्धमादनपार्श्वे तु परे विगतपादकाः एकादशसहस्राणि वर्षाणां परमायुषः तत्र कृष्णानराविप्राः तेजोयुक्ता महाबलाः स्त्रियश्चोत्पलपत्राभाः सर्वासुप्रियदर्शनाः नीलोत्पलधरं श्वेदं श्वेदाध्यैरण्यकं वरं वर्षमैरावदं विप्रा नानाजनपदावृतं धनुखण्डेः महाभागा द्वे वर्षे दक्षिणोत्तरे इलावृत्तं मध्यगं तु पञ्चवर्षाणि चैव हि उत्तरोत्तरमेदेभ्यो वर्षमुद्रिच्यते गुणैः आयुप्रमाणमारोग्यं धर्मदः कामदोर्धदः समन्वितानि भूतानि तेषु सर्वेषु सत्तमाः एवमेषा महाभागाः पर्वधै पृथिवीचिदा हेमकूडस्तु सुमहान् कैलासो नामपर्वतः तत्र वै श्रवणो देवो गुह्यकैः सह मोददे अस्त्युत्तरेण कैलासं मैनाकं पर्वतं प्रति हिरण्यशृङ्गसुमहान् दिव्यो मणिमयो गिरिः तस्य पार्श्वे महद्दिव्यं शुभ्रं काञ्चनवालुकं रम्यं विष्णुसरो नाम यत्र राजा भगीरथः दृष्ट्वा भागीरथीं गङ्गामुवास बहुलासमाः यूपामणिमयास्तत्र क्षेत्राश्चापि हिरण्मयाः तत्रेष्ट्वा तु गतसिद्धिं सहस्राक्षो महायशाः स्रष्टा भूतिपतिर्यत्र सर्वलोकैः सनातनः उपास्य देतिक्मतेजा यत्र भूतः समन्तदः नरनारायणौ ब्रह्मा मनुस्ताणुश्च पञ्चमः तत्र दिव्या त्रिपथगा प्रथमं तु प्रतिष्ठिता ब्रह्मलोकादपाक्रान्ता सप्तधा प्रतिपद्यते वडोदकासा नलिनी पार्वती च सरस्वती जम्बूनदी च सीता च गङ्गासिन्धुश्च सप्तमी अचिन्त्या दिव्यसंज्ञा सा प्रभावैश्च समन्विता उपास्यते यत्र सत्रं सहस्रयुगपर्यये दृश्या दृश्या च भवति तत्र तत्र सरस्वती यदा दिव्याः सप्त गङ्गास्त्रिषु लोकेषु विश्रुताः रक्षांसि वै हिमवती हेमकूटे च गुह्यकाः सर्पनागाश्च निषधे गोकर्णं च तपोवनम् देवासुराणां सर्वेषां श्वेदपर्वतमुच्यते गन्धर्वा निषधे नित्यं नीले ब्रह्मर्षयस्तथा शृङ्गवांस्तु महाभागा देवानां प्रतिसञ्चरः इत्येतानि महाभागाः सप्तवर्षाणि भागशः भूतान्युपनिविष्टानि गतिमन्दिध्रुवाणि च तेषामृद्धिर्बहुविधा दृश्यते देवमानुषा अशक्यं परिसङ्ख्यातुं श्रद्धेयादु विभूषिता यान्दु पृच्छद मां विप्रा दिव्यमेनां शशाकृतिं पार्श्वे शशस्य द्वे वर्षे उक्तेये दक्षिणोत्तरे कर्णे तु नागद्वीपश्च काश्यपद्वीप एव च कर्णद्वीपशिलो विप्राः श्रीमान् मलयपर्वतः एतद्द्वितीयं द्वीपस्य दृश्यते शशिसंस्थितम् इति श्रीपाद्मे महापुराणे स्वर्गखण्डे तृतीयोऽध्यायः ॐ